हरि ओम। हाँ नमस्कार महोदय। जी नमस्कार नमस्कार। आपने नमस्कार। यावत् अन्ये आगच्छन्ति वयं प्रार्थना श्लोकं वदामः किल? आम आम आम तद शुक्लां वरद्रं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। गुरुब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा। पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा। ध्यायामि संस्कृतं सम्यक् मन्दे संस्कृतमातरं संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं। संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरं संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरं। हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्षणं कुर्याम विश्वं शान्तिसमन्वितम् अस्मि। अद्य कस्य क्रमः आरप्स्यते? गतसप्ताहे प्रायः सन्ध्या भगिनी कृतवती वा न वा इति तथा सो तस्मात् करणीयं सन्ध्या भगिनी सुधा भगिनी शशी अतः रूपकालङ्कारः आरम्भं करणीयं खलु रूपकालङ्कारः षड्विधाः इति अपि पठितवन्तः वयम्. तत्र रूपकद्वयम् अस्माभिः दृष्टम्, अनुभयोभेदरूपकं, न्यूनाभेदरूपकम् इति किञ्चित् दृष्टं, किन्तु करपत्रं नूतनं प्रेषितं महोदय, तत् स्वीकृतं वा अद्य पुनः? अहं न प्राप्तवान्. अहम् इतः पर्यन्तं करपत्रं न प्राप्तवान्. लक्ष्मीनारायणमहोदय योजितवान् इति मन्ये. एतावत् एव वा यत् स्क्रीन् मध्ये दृश्यते? आम् आम् एतदेव सति, एतदेव अस्ति। गणे अपि सन्ति किम् एतानि? तत्र चाट् मध्ये, तत्र क्षम्यतां अस्ति, डिस्क्रिप्शन् मध्ये वर्तते धन्यवादः, इति मन्ये अस्तु, भगिनि। धन्यवादः। महोदय आह्वातव्या वा? आम्, तदेव भवती आह्वयति वा? लक्ष्मीनारायणमहोदय किञ्चित् विलम्बेन आगच्छति, तस्य अन्यकक्षा अस्ति. तत्र प्रथमपङ्क्त्यां दग्धाः इत्यत्र मुद्रणदोषः अस्ति खलु? दग्धाः इत्येव तत्र धकारद्वयं वर्तते अग्रिमपुटे. शत्रुपुरः क्षणादेव दग्धाः, प्रथमायां पङ्क्त्याम् अस्ति. भगिनी आगच्छन्ती अस्ति महोदय। महोदय नमस्कारः. नमस्कारः महोदय। नमस्ते। इदानीं शशिमहोदयस्य किमर्थं तत्र श्रूयते किं मम ध्वनिः? आम् श्रूयते. अत्र बहु मम सङ्गणके एतत्तु व्यू बहु सूक्ष्ममस्ति, कुत्रापि ओ करिष्यामि तावदेव भवति इति मन्ये। इतोपि किञ्चित् बृहत् करोति किम्? तत्र प्रायः न दृश्यते. इतोपि न 200% मध्ये अस्ति डिफरेंट. तावदेव वा? इतरेषां चित्राणि न दृश्यन्ते? तत्र ब्रौसर् सेट्टिङ्ग्स् मध्ये इतोपि अधिकं कर्तुं शक्यते किं महोदय? तत्र ओ मम एव अस्ति नो चेत् एतत्तु फाण्ट् दीर्घं फाण्ट् तत्र परिवर्तनं करोतु सेलेक्ट् फाण्ट्. एकक्षणं मम स्थगयामि, मम फैल् ओपन् अस्ति अतः एव. इदानीं भवतोः एतद्वा इदं माया मम एव वा यद् दृश्यते अत्र नोट्स्? केनापि शेर् कृतं? भवत्याः एव नोट्स् अत्र. मम अहं एव शेर् इति कृतवान्, अहं न शेर् कृतवान्. जानामि. भवतामेव खलु? आम् आम् इदानीं आम् सम्यक् दृश्यते. आम् तत्र सायङ्काले प्रायः 6 वादने वा अनन्तरं वा अहम् इतोपि अनुवर्तनरूपेण रूपकालङ्कारस्य विषयं तत्रैव स्थापितवती अस्मि पूर्वतन नोट्स् मध्ये एव. कुवलयान् द पार्ट् 3 इत्यत्र सर्वैः प्राप्तमिति मन्ये. आम् महोदय. अस्तु, इदं केवलं द्वयमेव दृश्यते, इतरे जनाः न आगतः? आहत्य तु 7 जनाः वयं स्मः महोदय. किन्तु तेषां प्रायः मुखदर्शनम् आसीत्. साधारणतया लक्ष्मीनारायणः पूर्वमेव आगच्छति. तस्य अन्य कक्षा अस्ति तत्र, कापरे महोदयस्य संस्कारवर्गः, तस् 9 वादनपर्यन्तम् अस्ति. तस्य कः पाठयति? कापरे, ओहो. भारतदेशतः कापरे महोदय, संस्कारवर्गः, किं पाठयति? संस्कारवर्गः, हिन्दूधर्मस्य संस्कारस्य संस्कारः. विषये. संस्कारस्य विषये किञ्चित् परन्तु तत्र अद्य अस्ति वा केवलं मण्डे पूर्वमासे? सोमवारस्य 8 वादन 9 वादनपर्यन्तं, परन्तु कदाचित् सः किञ्चित् अधिकं स्वीकरोति समयः. सो तदा तस्य समाप्तिः कदा भवति वर्गस्य? प्रायः नववादनपर्यन्तं. मासद्वयं वा मासत्रयं वा. सः आगच्छति. प्रार्थनां कुर्वः वा? प्रार्थनां वदन्ति वा? प्रार्थना समाप्ता. समाप्ता. आहा, समाप्ता. पठनस्य प्रारम्भं कुर्मः किम्? इतरे शशि सर्वे महोदय. गच्छन्ति वा तद्वर्गम्? अहं सुधा भगिनी, लक्ष्मीनारायण महोदय, परन्तु किमर्थं विमला भगिनी, सन्ध्या, प्रायः ते इतोपि अपि गच्छन्ति, प्रायः ते कार्तिकः, अपि. अनेके जनाः. शशि महोदय, भवतः कर्मः. अस्तु, कुत्र स्मः? अपरम् उदाहरणम् आरभ्य पठनीयं वा? गतसप्ताहे एतत् समाप्तं प्रायः. अपर अत्र उट्टङ्कने किञ्चित् दोषः आसीत्, तद् परिवर्तनं कृतवती अस्मि. विषयी विषयः इत्यत्र भ्रमः जातः खलु. विषयी उपमानभूतं पदम् इति क्षम्यताम्. विषये इत्युक्ते उपमेयं राजा, किमर्थम् एवमस्ति विषयः? न, पुनः अत्र यत् अहं कृतवती तत् क्लेशः इति मन्ये. उपयं विषये इत्युक्ते उपमानभूतं पदं शम्भुः. विषयः उपमेयम् उपमानं क्षम्यताम् एवं किमर्थं विषयः एव उपमानभूतं पदं विषयी एव उपमेयं पुनः तत्र एतत्तु किञ्चित् परिवर्तनं करोतु विवेक् महोदय अत्र द्विधा भ्रमं चक्रे कान्तासु कनकेषु च इति उद्घाटितं खलु श्लोकः तत्पूर्वमस्ति विषयी उपमानपदं शम्भुः इति न विषयः एव उपमानभूतं विषयी उपमेयं तत्र परस्परं परिवर्तनं जातं महोदय महोदय अत्र रसिकरञ्जन्यां तु तादृशपदमेव न भवति चेदपि उत्तमं शम्भुः उपमानम् उपमेयं राजा इति अत्र रसिकरञ्जन्यां तु विषयिणः इक्वल् टु उपमानस्य इति उक्तं विषयः उपमानभूतं पदं विषयी उपमानम् इति विषये उक्तम् अत्र राजा अस्तु मकारद्वयम् अस्ति उपमेयम् इत्यत्र एतत् वर्ड् फैल् अतः तत् भवन्तः एडिट् कर्तुं शक्नुवन्ति इति मन्ये अस्तु इदानीम् अग्रिम उदाहरणे अपि वेदाद्विधा भ्रमं चक्रे कान्तासु कनकेषु च इति तत्र तस्य विषये एव अर्थस्य विषये एव भ्रमः जातः ब्रह्मणः कार्ये अपि भ्रमः भवति तस्य विवरणार्थमपि अस्माकं भ्रमः भवति इति वयम् अतः इदानीम् अहम् अधिकतया विस्तारेण न अस्मिन् सप्ताहे अस्मिन् वर्गे अद्यतनवर्गे बहु विस्तारः मास्तु इति सङ्ग्रहेण एव व्याख्यानं अर्थं सर्वं दत्तवती अस्मि इदानीं पश्यामः विवेकमहोदय पठतु एतत्तु वेदाद्विधा ब्रह्मचक्रे ततः आरभ्य एव पठतु शशिमहोदयस्य क्रमः अद्य अहं पठामि अपरम् उदाहरणं वेदाद्विधा भ्रमं चक्रे कान्तासु कनकेषु च दासु तेष्वाप्यनासक्तः साक्षाद्भर्गो नराकृतिः तत्र पुनः किञ्चित् पदविभागं कृत्वा वदतु वेधा द्विधा भ्रमं चक्रे कान्तासु कनकेषु च तासु तेषु अपि अनासक्तः साक्षात् भर्गः नराकृतिः नराकृतिः नराकृतिः अर्थमपि पठतु अर्थः ब्रह्मदेवः सृष्टिसमये कान्तासु कनकेषु च भ्रमं कल्पितवान् कश्चन विरक्तः नरः तासु तेषु वापि अनासक्तः यः साक्षात् भर्गः एव अत्र साक्षात् इत्यनेन विशेषणेन विरक्तनृपे प्रसिद्धशिवस्य अभेदकल्पनं तथा शिवस्य दैविकत्वे नराकृतिः इति वैकल्यकल्पनमारोप्य दर्शितं यत् तत् न्यूनाभेदरूपकम् इतोपि फाण्ट् किञ्चित् न्यूनं करोति चेत् पूर्णतया द्रष्टुं शक्नुमः सैज़् किञ्चित् न्यूनं करोतु पर्याप्तं पूर्णतया वाक्यं दृश्यते चेत् वरम् अग्रे पठामि अधिकाभेदरूपकम् तत्र अस्य न उदाहरणम् दृश्यते महोदय आरम्भे तत्र मार्जिन् बहु वामतः गतम् इदानीं प्रिण्ट् सर्वं किञ्चित् दक्षिणतः आनयतु अत्र मम स्क्रीन् मध्ये सेण्टर् सेण्टेन्स् पूर्णतया न दृश्यते खलु ब्रह्मदेवः इति पुनः भवत्याः पटले तथा स्यात् इति मन्ये प्रोब्लम् अत्र सम्यक् एव दृश्यते अस्माकम् एतत् मया न कर्तुं न शक्यते एव वी केन् ट्रै टु मूव् दट् भगिनी योर् स्क्रीन् पठितम् अधिकाभेदरूपकम्। अस्य उदाहरणार्थं पूर्वतनश्लोकस्य भागोऽयमपि स्वीक्रियता। अयमास्ते विना शम्भुस्तार्तीयकं तार्तीयीकं विलोचनम् इति। इदानीम् अत्र अर्थः कः इत्युक्ते, भिन्नभिन्नश्लोकात् अर्धभागमेव उदाहरणवाक्यानि एव स्वीकृत्य व्याख्याने अस्ति, तथा एव वयमपि तथा एव वयम् अनुसरामः। पूर्वम् एकस्मिन् श्लोके अयम् आस्ते विना शम्भुः तार्तिकं विलोचनम् इति आगतम्, अनन्तरं शम्भुः विश्वम् अवति अद्य स्वीकृत्य समदृष्टितामिति। इदानीं परस्परं किञ्चित् सम्बन्धं कल्पितम् अत्र, सम्बन्धः कल्पितः अस्ति। अयम् आस्ते विना तार्तिकं विलोचनं शम्भुः इति भवति। तदा शम्भोः तृतीयं नात्र नेत्रम् अस्ति इति तस्य लक्षणं खलु। तद्विना अयं राजा ईश्वरसमानः सर्वेषु विषयेषु इति अर्थः भवति तत्र। तत्र तु भेदः कस्मिन् विषये इत्युक्ते, तृतीयं नेत्रं नास्ति इति भेदः, अन्यदस्ति किञ्चिदिव श्लेषालङ्कारः अपि भवति अत्र। तृतीयं लोचनम् अस्ति चेत् विषमदृष्टिः इति वदामः खलु, विषमसङ्ख्या खलु त्रीणि, अतः अस्माकं सर्वेषां नेत्रद्वयमेव, केवलं ईश्वरस्य अनन्तरं गणेशस्य, प्रायः सुब्रह्मण्यस्य अपि नेत्रत्रयं वर्तते इति अहं चिन्तयामि, तथा एव खलु। अष्टादशलोचनम् इति वदन्ति, अष्टादशलोचनः सुब्रह्मण्यः इति। षट्सु मुखेषु अपि नेत्रत्रयं भवति चेत् अष्टादश भवति खलु। इदानीं स अतः तृतीयं नेत्रमपि अस्ति इत्यतः शिवस्य परिपालने प्रायः किञ्चिदिव समदृष्टिः न भवति इति स्वीकृत्य अयं राजा शम्भुवत् अस्ति चेदपि साक्षात् विश्वम् इत्युक्ते तस्य राज्यं परिपालयति राजा इति। कथं परिपालयति इत्युक्ते समदृष्टितां स्वीकृत्य परिपालयति इत्युक्ते पारपक्षं विना पालयति इति अर्थः भवति। अन्येषु विषयेषु शम्भुसमानः, परन्तु नेत्रत्रयं नास्ति इति कारणात्, समदृष्टिः इति तस्य लक्षणस्य कारणात् पारपक्षं विना राज्यपरिपालनं करोति, न्यायेन राजभारं करोति इति राज्ञः विशेषः अत्र अधिक उत्कृष्टरूपेण उक्तमस्ति। इदानीं यः राजा तृतीयनेत्रं विना शम्भुवत् आस्ते, सः एव अद्य समसङ्ख्यलोचनतां स्वीकृत्य साक्षात् शिवः यथा विश्वमवति तथा एव विश्वं राज्यं परिपालयति एषः राजा इति। अतः साक्षात् शम्भुरेव इति शम्भोः सादृश्यमपि उक्तं, समदृष्टिः इत्यपि उक्तं, यथा शम्भुः विश्वम् अवति रक्षति इति तथा एव राजा राज्यपरिपालनं करोति इत्यपि उक्तम्। इदानीं अधिक अभेदरूपकम् इति एतादृशतोलनस्य कृते रूपके एव षड्विधाः सन्ति इति वयं पठितवन्तः। प्रथमं सर्वम् अधिकाभेदरूपकम्, अनन्तरम् अनुभयाभेदरूपकं, न्यूनाभेदरूपकम् इति त्रयं, सः एकः भागः। द्वितीयभागे तादृप्यं, तदपि पुनः तथा एव अनुमयतादृप्यरूपकम्, अनन्तरं न्यूनतादृप्यरूपकम्, अनन्तरम् न्यूनतारूपकम् इति षड् विधाः सन्ति। अत्र अधिकाभेदरूपकस्य उदाहरणम् इदानीं दत्तम्, अग्रे पठ्यताम्। शम्भुर्विश्वमवत्यद्य स्वीकृत्य समदृष्टिताम्। अत्रार्थः एवं, यः राजा तृतीयनेत्रं विना शम्भुवत् आस्ते, सः एव अद्य समसङ्ख्यालोचनतां समदृष्टितां स्वीकृत्य साक्षात् शिवः यथा विश्वम् अवति तथा इत्यर्थे साक्षात् शम्भुरेव इति भवति। राजा शम्भुरेव इति पूर्वं त्रिनेत्रत्वं सूचितं यत् तदेव इदानीं पुनः समदृष्टिता इत्यनेन शब्देन राज्ञः विषये आधिक्यम् उत्कृष्टतां कल्पयति। एतदेव अधिकाभेदरूपकम्। शिवः उपमानं शिवस्य विषयः उपमानं राज्ञः विषयः उपमेयम् इति ज्ञातम्। इदानीं राज्ञा सर्वेषु विधेषु ईश्वरसमानः इति भवति चेदपि नेत्रद्वयस्य कारणात् किञ्चित् भेदः, अनन्तरं परन्तु अपि तस्य परिपालनम् उत्कृष्टताम् आवहति समदृष्टिता इति कारणेन। शिवस्य विषमदृष्टिता, परन्तु राज्ञः समदृष्टिता इति कारणेन अत्र उत्कृष्टता उक्ता। अतः एव तस्य रूपकस्य नाम अधिक अभेदरूपकम् अधिकाभेदरूपकम् इति। अग्रिमः श्लोकं पूर्णतया तत्र न लिखितं, भवन्तः तत् कुलयानन्दपुस्तकात् श्लोकं पूर्णतया एकवारं पठतु। कस्य क्रमः इदानीं? शान्तः नास्ति तत्र शान्तिः भगिनि। लक्ष्मण महोदय, भवान् दर्शयति वा? तत्र चाट् मध्ये स्थापितं महोदय, यत् मया जालपुटात् प्राप्तं। धन्यवादः भगिनि। यत् श्लोकम् अतः भवती श्लोकं स्थापितवती खलु स्थापितवती खलु, श्लोकम् तदेव खलु। इदानीं? हा अस्तु, अस्तु, अहं पठामि। त्वय्यागते किमिति अहं इतोपि अग्रे गच्छतु, पुटं परिवर्तयतु इतोपि। भेद त्वय आगतम्। अस्यैव अपरम् उदाहरणं भवति एतत्। श्लोकः पठ्यताम्। कः श्लोकः महोदय? त्वय्यागते एव किमिति त्वय्यागते भवत्या स्थापितं खलु, न तु पुटे खलु? समानमेव, तदेव मया इदानीम् आगतम्। आम् इदानीं सः एव श्लोकः। त्वय्यागते त्वय्यागते किमिति वेपत एष सिन्धुस्त्वं सेतुमन्थ कृदतः। तत्र छन्दः कः? त्वय्यागते किमपि वेपत एष सिन्धुः त्वं यागते सेतुमन्थ मन्थ कृदतः किमसौ विभेति। वसन्ततिलकम्। आम् पुनः पठामि। त्वय्यागते किमिति वेपत एष सिन्धुः त्वं सेतुमन्थ कृदतः किमसौ विभेति। द्वीपान्तरेऽपि न हि तेऽस्त्यवशं वदोद्य त्वां राजपुङ्गव निवे निषेवत एव लक्ष्मीः इति। तत्र पत्रं दर्शयति महोदय। किमर्थं न श्रूयते वा? धन्यवादः। न श्रूयते भगिनि मया? न न इदानीं पठामि महोदय। किमपि करणीयम्? तत्र पदवी विच्छेदः करणीयः किम्? एकवारं आम् आम् आम् त्वयि आगते किम् हा इति वेपत हा एषः सिन्धुः त्वं सेतुमन्थकृत् अदतः किम् असौ अतः बिभेति। सेतुमन्तकृत् अतः अतः किम् असौ बिभेति। द्वीपान्तरे अपि न हि ते अस्तु अस्ति अस्ति ते अस्ति अवशं अवश्यं वदः। अवशं वदः अद्य त्वां राजपुङ्गव निषेवत एव लक्ष्मीः। अत्र सन्धिभागः क्रियते चेत् निषेवते एव लक्ष्मीः इति। क्षम्यतां, निषेवते एव लक्ष्मीः। हे अन्याः अपि राजपुङ्ग पठ्यताम्। पठामि। हे राजपुङ्गव त्वयि आगते सति एषः सिन्धुः किमिति वेपते त्वं सेतुमन्थकृत् इत्यतः असौ बिभेति किम्? द्वीपान्तरे अपि ते अवशं वदः इत्युक्ते शत्रुः नास्ति खलु? अद्य त्वां लक्ष्मीः निषेवत एव किल? विवरणम् अत्र त्वां राजानं विष्णुः एव सेतुकृत् त्वां राजानं विष्णुः एव सेतुकृत् समुद्रमन्थकृत् इति मत्वा समुद्रराजः बिभेति किम्? इत्युक्ते सेतुकृत् इत्युक्ते रामः खलु, तत्र रामस्य विषयः, अत्र राम विष्णोः भिन्नभिन्न अवतारस्य अवतारः विषयः, आम् अत्र आम् तु रामस्य विषयः. रामस्य विषयः इदानीं वयं जानीमः खलु, यदा सेतुबन्धनार्थं समुद्रस्य किञ्चित् वेग तस्य आवेशं किञ्चित् शमयतु इति उक्त्वा प्रार्थयते खलु, तदा समुद्रः न विधेयः न भवति न इति भवति इति कारणात् तस्य पूर्णतया शुष्कताम् आनयामि इति सः धनुः स्वीकरोति. रामः जानाति खलु तस्य रूपं, तादृशरूपं द्रष्टुं समुद्रः तावान् विलम्ब तावत् विलम्बं कृतवान् तद्भिन्नः. परन्तु रामस्य विषये समुद्रराजस्यापि भयम् अस्ति इति एकः विषयः. अतः एव सेतु कृत् इति सेतुबन्धनं करोति चेदपि समुद्रस्य किञ्चित् बाधा भवति एव. तथा एव समुद्रस्य मन्थनस्य समये अपि समुद्रस्य क्लेशः भवति एव. अतः तादृशं दृष्ट्वा राजः हरिसमानः इति वक्तुम् एतत् सर्वम्, अतः तद्दृष्ट्वा सः तथा एव एषः राजा अपि बहुवीरः पराक्रमशाली इति बिभेति किं, भयं भय तस्य भयभीतः सः भीतः अस्ति किम् इति किम. परन्तु तस्य समाधानमपि वदति, अत्र न शत्रवः सः राजा सर्वत्र जयमेव प्राप्नुवन्ति, कुत्रापि तस्य शत्रवः अपि न सन्ति खलु. सर्वदा राजश्रीः तस्याः तस्य समीपे अस्ति, सर्वदा समृद्धिं ददाति, रक्षां करोति इति सर्वं राज्ञः विषयस्य उत्कृष्टतां दर्शयति एतत् सर्वम् इति. शिव तथा रामसमानः हरिसमानः इति अत्र विवरणमपि पठतु. पठन् अत्र त्वां राजानं विष्णुः एव इव सेतुकृत् समुद्रमन्थकृत् इति मत्वा समुद्रराजः बिभेति किम्? भयस्य प्रमेयः एव नास्ति, यतः द्वीपान्तरेपि राज्ञः शत्रवः एव न वर्तन्ते. राज्यश्रीः सर्वदा त्वां सेवते इति राज्ञः प्रशंसा. रामकृतसेतुबन्धस्तु द्वीपान्तरे रहसि रावणेन अपहृतायाः सीतायाः प्राप्त्यर्थमेव. इदानीं प्रस्तुतराज्ञः राज्यलक्ष्मीः तु सर्वदा राजवशे एव अस्ति. एवं विष्णोः अवस्थाम् अतिरिच्य राजावस्थायाः आधिक्यं निरूपितम् इति कारणात् एतत्तु अधिकाभेदरूपकम्. अत्र एतस्य पठनेन अवगतं खलु सर्वं, आमां आम् सर्वैः अवगतं चेत् अग्रे गच्छामः. प्रश्नः अस्ति चेत् पृच्छतु. अग्रे आगच्छति भिन्नः विधः अनुभय तादृप्यरूपकम्. एतावत्पर्यन्तम् अभेदरूपकम् इति प्रथमभागः उक्तः, इदानीं द्वितीयभागः तादृप्यरूपकं. तत्रापि तथा एव अनुभयतादृप्यं, न्यूनतादृप्यम्, अधिकतादृप्यम् इति भवति. प्रथमम् एतत् पठामः. अनुभयतादृप्यरूपकम् अस्य मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना, अर्थः अस्याः तन्व्याः मुखेन्दुना एव नेत्रानन्दे लब्धे सति इन्दुना किम् इत्युक्ते अस्याः मुखचन्द्रेणैव आनन्दे प्राप्ते सति साक्षाच्चन्द्रेण किं प्रयोजनम्? अत्र मुखचन्द्रयोः भेदः दर्शितश्चेदपि मुखे चन्द्रत्वस्य आरोपणेन अत्र केवलं नेत्रानन्दकरणरूपधर्मारोपमात्रं सूचितम्. न्यूनताधिक्ययोः विवक्षा नास्ति, अतः एतत्तु अनुभयतादृप्यरूपकम्. यद्यपि चन्द्रस्य विषये किञ्चित् चन्द्रस्य अपेक्षया मुखस्य विषये उत्कृष्टता एव दर्शितं, परन्तु तत्र सर्वम् आनन्दं मुखचन्द्रेण एव यदा लब्धं आनन्दः लब्धः तदा साक्षात् चन्द्रस्य प्रयोजनं किम् इति, तस्य उत्कृष्टता अस्ति चेदपि समानरूपेण सादृश्यम् उक्त्वा चन्द्रस्य विशेषता कापि नास्ति इति अर्थे उक्तत्. अतः तु एतस्य नाम अनुभयता अनुभयतादृप्यरूपकम्. महोदय, तत्र मुखचन्द्रस्य आधिक्यं दर्शितं, किञ्चित् उत्कृष्टता दर्शिता खलु, तर्हि न्यूनताधिक्ययोः विवक्षा नास्ति इत्युक्ते किञ्चित् अस्ति खलु विवक्षा न्यूनताधिक्ययोः, तथा नास्ति वा? किञ्चित् उच्चैः वदति किम्? तत्र न्यूनताधिक्ययोः विवक्षा नास्ति इति लिखितम् इत्युक्ते चन्द्रे अपि च मुखचन्द्रे न्यूनताधिक्ययोः तत्र तत्र विवक्षा एव नास्ति, सः विषयः एव नास्ति वा इति, कः विषयः इत्युक्ते भवत्या? मुख सम्यक् मुखेन्दुः भवतः. उत्कृष्टः वा चन्द्रः उत्कृष्टः, न श्रूयते किम्? बहु मन्दं श्रूयते. अस्तु, ओ एवं, प्रायः मम नेट्वर्क् ब्राण्ड् वित् सम्यक् नास्ति, अहम् अनन्तरं पृच्छामि, चिन्ता नास्ति. कोऽपि महोदयं सूचयतु सम्यक् नास्ति. मया श्रूयते सम्यक् एव. श्रूयते, अत्र श्रूयते. महोदय, भगिन्याः प्रश्नः, तत्र मुखेन्दुः उत्कृष्टः वा अथवा चन्द्रः एव उत्कृष्टः वा, अत्र कथं समाधानम् इति. द्वयोः तत्र उत्कृष्टताविषये नास्ति भेदः इति भाति. इति कृत्वा अनुभयतादृप्यरूपकमस्ति खलु, एषः तु उभयमपि समानमस्ति इति अनुभयतादृप्यरूपकम् अस्ति अत्र, न तु न्यूनता वा आधिक्यता वा न विवक्षितम् अस्ति खलु. अत्र नास्ति तस्य विषयः, अधिकतायाः नूतनया न्यूनतायाः विषयः न आगतम् अत्र, केवलं समानम् इति उभयं नास्ति, अनुभयम् अस्ति इति अत्र रूपकम् अस्ति. उभयं नास्ति इति कारणात् अनुभयं, द्विधा नास्ति इति परस्परभेदः. अस्तु, अवगतम्. अस्तु, अग्रे अग्रे अन्यः पठ. आम् भगिनि, आम् पठामि. अस्यैव अपरम् उदाहरणं, प्रेयसीं प्रति नायकस्य प्रशंसा एव श्लोकस्य अस्य विषयः. किं पद्मस्य रुचिं न हन्ति नयनानन्दं विधत्तेन किं? वृद्धिं वा झषकेतनस्य कुरुते न लोकमात्रेण किम्? वक्त्रेन्दौ तव सत्यतम सत्ययं यद यदपरः यदपरः शीतांशुं भते, भते दर्पस्यादमृतेन चेदिह तदप्यस्त्येव तदपि अस्ति एव उपरि नयतुं. बिम्बाधरे पुनः पठति किं? श्लोकः एव 12+7 शार्दूलविक्रीडितं 12+7 कथं भवति इति न जानामि अहम्. केवलं प्रेयसीं प्रति नायकस्य प्रशंसा एव श्लोकस्यास्य विषयः इति वाक्यं, तत् श्लोकः नास्ति. अस्तु, मया मया मया एव तत्र चिह्नं स्थापितं, मम दोषः एव. साधारणतया पद्यं गद्यरूपेण पठन्ति सर्वे एव, गद्यं पद्यरूपेण पठितवान् न. अस्तु, किं पद्मस्य रुचिं नहन्ति नयनानन्दविदनन्दं विधत्तेन किं? वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किं? वक्त्रेन्द्रौ तव सत्ययं यदपरः शीतांशुरुजृम्भते दर्पस्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे तथा. अर्थं पठामि किं विवरणं? प्रेयसीं प्रति नायकः, तत्तु वाक्यं भोः, किं पद्मस्य तदनन्तरं ततः भगिनि किं पद्मस्य रुचिं न हन्ति नयनानन्दं विधत्ते न किं वृद्धिं वा झषकेतनस्य कुरुते न आलोकमात्रेण न आलोक इत्युक्ते न आलोकमात्रेण न आलोकमात्रेण किं वक्त्रेन्दौ तव सति सति सति अयं यदपरः सीता शीतांशुः यत् अपरः यत् अपरः शीतांशुः उज्जृम्भते सर्पः स्यात् अमृतेन चेत् इह तदपि अस्ति एव बिम्बाधरे. बहु सम्यक् अस्ति एषः श्लोकः. तव मुखचन्द्रः एव चन्द्रस्य कार्यं कुर्वति सति शीतकिरणस्य तस्य चन्द्रस्य उदयः किमर्थं? तर्हि तव मुखचन्द्रः कमलस्य कान्तिं न नाशयति किम्? प्रेक्षकाणां नेत्रानन्दं न जनयति किम्? तव मुखस्य आलोकमात्रेण समुद्रस्य वृद्धिं मदनतापं मनोविकारं च न जनयति किम्? ते मुखचन्द्रस्य एतावत् वैशिष्ट्यं पश्यन्नपि चन्द्रः अपरः शीतांशुः स्वसुधायाः गर्वेण उज्जृम्भते, किन्तु तदपि अमृतं तव बिम्बाधरे वर्तत एव. उपरि नयतु किञ्चित्. तत्र झषकेतनः इत्युक्ते समुद्रः किं झषकेतनः? मीनः झषकः इत्युक्ते न न झषकेतनः इत्युक्ते कः इति मन्मथः वा? मन्मथः मीनकेतनः. झषककेतु मीनकेत मन्मथ. इदानीं सम्यक् अस्ति खलु अर्थः अवगतः वा? अथवा किञ्चित् विवरणम् आवश्यकं वा? अत्र तस्याः मुखचन्द्रः इति मुखं चन्द्रः इव इति भिन्नभिन्न अलङ्कारेषु आगच्छति खलु. तव मुखचन्द्रः एव चन्द्रस्य कार्यं कुर्वन् अस्ति, मुखं करोति इति, कार्यं करोति इत्युक्ते शीतकिरणस्य तस्य चन्द्रस्य उदयः किं तथा भवति चेत् चन्द्रः यत् यत् कार्यं करोति तत् सर्वं तव मुखचन्द्रः एव करोति चेत् चन्द्रस्य उदयः किमर्थं? तद् अनावश्यकं खलु. सर्वं कार्यं एषः मुखचन्द्रः एव करोति इति कारणात्. तर्हि तव मुखचन्द्रः कमलस्य कान्तिं न नाशयति किम्? इदानीं कमलः कदा विकसति? सूर्योदये एव. यदा सायङ्कालः भवति पुनः तस्य सङ्कुचनं भवति कमलस्य, तः चन्द्रोदयः कमलस्य सङ्कुचनं कारयति इति अर्थः भवति. अतः यथा चन्द्रः कमलस्य कान्तिं नाशयति तथा भवत्याः मुखचन्द्रः कमलकान्तिं न नाशयति किम् इति प्रश्नः. पुनः प्रेक्षकाणां नेत्रानन्दं न जनयति किं? तत्तु सर्वदा वयम् इदानीन्तनकाले अपि वयं यदा पश्यामः चेत् पूर्णचन्द्रः वा कोऽपि भवतु, कस्मिन्नपि आकृतौ भवतु, परन्तु किञ्चित् मनसि आह्लादः भवति एव. अतः सर्वेषां प्रेक्षकाणां नेत्रानन्दं चन्द्रः जनयति, भवत्याः मुखं न जनयति किम्? तव मुखस्य आलोकमात्रेण समुद्रस्य वृद्धिः भवति खलु. पूर्णिमा यदा आगच्छति समुद्रस्य तरङ्गाः बहु उन्नताः भवन्ति खलु, अतः समुद्रस्य वृद्धिः भवति चन्द्रं दृष्ट्वा. अतः तव मुखस्य परन्तु भवत्याः मुखस्य आलोकमात्रेण समुद्रस्य वृद्धिः न भवति किम्? अनन्तरं जनानां विषये मदनतापं मनोविकारं च न जनयति किम् इति. चन्द्रः तत् सर्वं करोति खलु. अतः अनन्तरं ते मुखचन्द्रस्य एतावत् वैशिष्ट्यं पश्यन्नपि चन्द्रः सः तस्य अत्र विशेषः अस्ति शीतांशुः इति. शीतकिरणानि भवन्ति चन्द्रस्य, सः अपरः शीतांशुः भवति चेत् सः एव मुख्यचन्द्रः. सः स्वसुधायाः गर्वेण, चन्द्रे अमृतम् अस्ति इति उक्तिः, अतः सुधायाः कारणेन गर्वं प्राप्नोति, उज्जृम्भते, बहु आडम्बरं विडम्बनं करोति चन्द्रः. किन्तु तदपि अमृतं तव बिम्बाधरे वर्तते एव. सर्वं कार्यमं चन्द्रस्य कार्यं करोति भवत्याः मुखचन्द्रः. तत्तु एतत् सुधायाः गर्वः अस्ति इति चेत् तदपि अस्ति तस्य भवत्याः बिम्बाधरे इति. तत्र सप्तमी विभक्तिः अपि भवितुम् अर्हति, हे बिम्बाधरे इत्यपि सम्बोधनम्, अथवा तस्य तव बिम्बाधरे अमृत अस्ति, तदपि अस्ति, अमृतमपि सुधा अस्ति. अत्र तु अर्थः, अर्थस्य अपि कदाचित् मनोरञ्जनं भवति, सम्यक् अस्ति. इदानीम् अलङ्कारस्य विषयं पठतु. अत्र तु कश्चन विषयः निरूपितः, अपरः चन्द्रः इत्युक्त्या प्रेयस्याः मुखचन्द्रस्य चन्द्रस्य च मध्ये भेदं दर्शयित्वा अपि चन्द्रस्य इव हर्षदायकत्वम् इत्यादीनां सादृश्यमपि निरूप्य चन्द्रस्य धर्मः मुखचन्द्रे आरोपितः, अतः आधिक्यं वा न्यूनता वा न उक्तमित्यतः अनुभयतादृप्यरूपकस्य उदाहरणमिति स्वीक्रियते. अवगतं खलु? अग्रिमः केनापि अग्रे अन्येन हरि महोदय, पठ्यते किम्? अस्तु पठामि. न्यूनतादृप्यरूपकस्य उदाहरणं साध्वीयमपरा लक्ष्मीरसा सुधा सागरोद्दिता. साध्वी इयम् अपरा लक्ष्मीः असुधा असुधा असुधा सागरोदिता इति सागरोदिता एकमेव एकं पदम्. पदम् असुधा सुधा सागर सागरः इत्युक्ते क्षीरसमुद्रं, क्षीर तत्र एव उदिता खलु लक्ष्मीः क्षीरसागरे. अतः परन्तु अत्र विशेषः एषा अस्ति, लक्ष्मीः लक्ष्मीः असुधा सागरोदिता इति असूर्यं पश्याः एतादृशसमासस्य एतदपि उदाहरणं भवति. सा सुधा सागरे न उदितः इति, अनुदिता इति भवति, तत् तथा न, अकारः पूर्वमेव आगतम् असुधा सागरोदिता इति. अतः तत्र नूतना, क्षम्यतां, न्यूनतादृप्यरूपकस्य विषयः अनेकानि सन्ति, सम्यक् अपि सन्ति सर्वे सर्वाणि उदाहरणानि. साध्वीयम् अपरा लक्ष्मीः असुधा सागरोदिता इति पदविभागः भवति. अग्रे पठ्यताम्. इयं साध्वी असुधासागरोदिता अपरा लक्ष्मीः. अपरा लक्ष्मीः इत्युक्त्वा लक्ष्मीदेवी भेदः अत्र सूचितः. साध्वी इत्यनेन पतिव्रता इत्यर्थे लक्ष्मीत्वमिति धर्मः आरोपितः, परन्तु असुधासागरोदिता इत्युक्त्वा न्यूनत्वं दर्शितम्, अतः न्यूनतादृप्यरूपकम्. रूपकं सर्वं लक्ष्मीसमानमेव अस्ति, परन्तु तत्र सुधासागरे न उदिता इति कारणात् यद्यपि सा साध्वी पतिव्रता लक्ष्मीः वा रूपवती एतत् सर्वम् उक्तं, परन्तु सागरे न उदिता इति कारणात् न्यूनता, अतः न्यूनता तादृप्यरूपकम्. बहु स्ट्रैट् फार्वर्ड् अस्ति एतत्. अपरम् अपरम् अपि उदाहरणम् उदाहरणं भवन्तः प्रवेशपुस्तके परिचयपुस्तके पठितवन्तः इति मन्ये. चाट् मध्ये स्थापितवती. चतुर्वदनम् इति खलु. अग्रिमे स्थापितं मया अत्र. अचतुर् अपरमुदाहरणम् अचतुर्वदनो ब्रह्म द्विबाहुरपरो हरिः आभाललोचनशम्भुर्भगवान् बादरायणः. अचतुर्वदनः ब्रह्म द्विबाहुः अपरः एकवारं श्लोकः एव पठतु. मम सर्वदा अभ्यासः भवति एक श्लोकरूपेण पठति चेत् मनसि सम्यक् आगच्छति इति, तस्य अनुभवः भिन्नः इति. अचतुर्वदनो ब्रह्म द्विबाहुरपरो हरिः अभाललोचनशम्भुः भगवान् बादरायणः. तावदेव मम तृप्तिः भवति. पदच्छेदः अचतुर्वदनः ब्रह्मा द्विबाहुः अपरः हरिः अभाललोचनः शम्भुः भगवान् बादरायणः. अर्थविवरणं च भगवान् व्यासमहर्षिः चतुर्वदनानि विना ब्रह्मा एव. केवलं बाहुद्वययुक्तः विष्णुरेव. तृतीयनेत्रं विना शिवः एव. अत्र ब्रह्मादिभिः व्यासस्य भेददर्शनात् तादृप्यरञ्जनमस्ति. त्रिषु उपमानेष्वपि तादृप्यमात्रं विवक्षितं. किन्तु ब्रह्मणः चतुर्वदनराहित्यात् तथा हरेः अधिकबाहुद्वयस्य न्यूनत्वात् तथा शिवस्य तृतीयनेत्रस्य न्यूनत्वाच्च न्यूनतादृप्यरूपकम्. स व्यासमहर्षिः एतेषां सर्वेषां देवानां समानः एव सः, परन्तु ब्रह्मणः चतुर्वदनानि अस्य न सन्ति इति न्यूनता उक्तं. हरेः चत्वारः बाहवः, परन्तु अस्य केवलं द्वयमिति उक्त्वा न्यूनता दर्शिता, तथा एव शिवस्य अपि विषये. अतः एतस्य न्यूनतादृप्यरूपकं, तत् रूपं तद्रूपं, तस्य भावः तादृप्यम्. कोऽपि प्रश्नः नास्ति चेत् अग्रे सरामः. अत्रापि समासान् पश्यतु. अचतुर्वदनः, अभाललोचनः, तत्सर्वं तथा एव भवति. परन्तु केवलं प्रथमं चत्वारः वदनं यस्य सः, क्षम्यताम्, चत्वारि वदनानि यस्य सः चतुर्वदनः इति भवति, सः ब्रह्मा. अचतुर्वदनः अस्ति इत्युक्ते सः चतुर्वदन चतुर्णां वदनानां राहित्यम् इति अत्र स्वीकरणीयं तावदेव. अग्रे अभिषेक् महोदय पठति आम् अस्ति किम्? आम् महोदय, आम् महोदय, आम् अस्मि महोदय. संध्या अस्तु भगिनीपि न पठितवती अस्मि इति मन्ये. अस्तु अस्तु अस्तु आम् कः पठति अधुना क्रमेण सुधा भगिनी पठतु. सुधा भगिनी, संध्या भगिनी. अधिकतात् रूप्य रूपकस्य उदाहरणम् अयं कलङ्क कलङ्कनश्चन्द्रान्मुखचन्द्रोऽतिरिच्यते. अयं कलङ्किन अयं कलङ्किनश्चन्द्रान्मुखचन्द्रोऽतिरिच्यते. अयं कलङ्किनं कलङ्किनः चन्द्रात् मुखचन्द्रः अतिरिच्यते. तव अयं मुखचन्द्रः तस्मात् कलङ्कसहितात् प्रसिद्धचन्द्रात् अपि अतिरिच्यते. अधिकसुन्दरता सुन्दरतरम् अस्ति इति, यतः तव मुखचन्द्रः दोषरहितः. एवं मुखे चन्द्रत्वस्य आरोपः धर्ममात्रस्य एव. दोषराहित्यात् मुखचन्द्रस्यैव उत्कर्षः. अतः अत्र अधिकतात्रूप्यरूपकम् इति. अवगतं खलु, अत्र चन्द्रस्य निकृष्टता एव दर्शिता, अतः अधिक तादृप्यरूपकम् इति. च मुखचन्द्रः यद्यपि चन्द्रसदृशः अस्ति, अथवा तस्याः मुखं चन्द्रसदृशम् अस्ति, परन्तु चन्द्रस्य विषये कलङ्कः अस्ति इति कारणात् तदा चन्द्रादपि भवत्याः मुखचन्द्रस्य एव आधिक्यम् अधिकं भवति, अतिशयिता भवति. अतः चन्द्रस्य निकृष्टता अभवत्. केवलं चन्द्रत्वस्य आरोपः भवति धर्मस्य विषये, परन्तु अस्याः मुखचन्द्रः एव उत्कृष्टताम् आवहति इति कृत्वा अधिकतादृपरूपकम् इति एतस्य नाम भवति. इदानीम् एतावत्पर्यन्तम् एव अहं नोट्स् कृतवती. साक्षात् तत्र कुवालानन्दस्य पुस्तकादेव पठामः अग्रिमे अग्रे. परिणामालङ्कारः इति इतोपि अत्र अस्ति किम्? एतदेव खलु. एतानि उदाहरणानि कुतः महोदय? पूर्वस्मिन् तत् न्यूनतारूप्यका ते सर्वे अत्र एव अस्ति, एतानि सर्वाणि पुस्तकस्य अस्मिन् किमपि पुस्तके एव सन्ति. कालिदासस्य किमपि ततः न वा इत्युक्ते भिन्न काव्येषु वदति वा? आम् प्रायः भवेयुः. यदा तत्र पठ्यते तदा किञ्चित् वयम् अङ्कनं कृत्वा स्थापितवन्तः, परन्तु कस्मिन् पुस्तके कस्मिन् काव्ये कुत्र इति सर्वम् इदानीं झटिति मनसि न आगच्छति. इदानीमेव भागवतं रामायणं पठन्तः सन्ति खलु सर्वे, किञ्चित् स्मरणे आगच्छति चेत् वदन्तु. पूर्वं प्रथमदिने अस्मिन् अस्य वर्गस्य प्रथमे दिने अहम् उक्तवती अपि, इदानीं भागवतपठनं इदानीं क्रियमाणमस्ति, तत्पूर्वं रामायणपठनम् अभवत्, अतः भवन्तः अनेके तत्र गच्छन्ति खलु, स्मरणे आगच्छति चेत् स्मरन्तु वदन्तु. रामायणतः तु न सन्ति एतानि महोदय, रामायणतः न एतानि. बहवः सन्ति अत्र उपमालङ्काराः अधिकतया. न, अस्मिन् ग्रन्थे प्रायः बहवः स्वरचितः एव, स्वरचित उदाहरणानि एव, अत्र परन्तु अन्यः श्लोकः अस्ति, तत् न्यूनता अधिकतादृप्यरूपकस्य श्लोकः, अहं न पठितवती, परन्तु इदानीं पठामः. अस्यैव अपरम् उदाहरणमिति उद्घाटितं खलु, किम् अशुभिर्दपितैर्जड मन्यसे मयि निमज्जतु भीमसुतामनः, मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधः स्मरः. अयं नलम् नैषधे नैषधे श्लोकः. अयं नैषधे पठतु, कस्य क्रमः? सन्ध्या भगिनी पठतु. किम् अशुभिर्लपितैर्जड मन्यसे मयि निमज्जतु भीमसुतामनः, मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधस्मरः. पुनः पठामि वा महोदय? पठतु, तत्र वृत्तं सम्यक् नास्ति. आर्यावृत्तं किं? प्रायः द्रुतविलम्बित ओहो द्रुतविलम्बित कथं पठनीयं तत्? यतिः कुत्र अस्ति अत्र? द्रुतविलम्बितमाहनभौ भरौ. तर्हि मन्यसे इत्यत्र छेदः. किम् अशुभिर्ग्लपितैर्जड मन्यसे, किम् अशुभिर्ग्लपितैर्जड मन्यसे मयि निमज्जतु भीमसुता मनः, मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधस्मरः. तर्हि किम् अशुभ किम् अशुभिः ग्लपितैः जड मन्यसे मयि निमज्जतु भीमसुतामनः, मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधः स्मरः. तर्हि अत्र किम् अग्रे यत् विवरणमस्ति तत् पठानि उत श्लोकस्य किञ्चित्? तस्य तात्पर्यं नास्ति, अर्थः न दत्तः खलु अत्र, अस्ति वा? हा किञ्चित् विवरणम् अस्ति, किञ्चिदस्ति अलङ्कारविषयः विवरणम् अस्ति, न तु किन्तु श्लोकविषयकं विवरणं नास्ति. किञ्चिदिव अस्ति, तदेव पठतु. अस्तु, अत्र दमयन्ती कृतचन्द्रोपालम्भे प्रसिद्धचन्द्रः न प्राणनिर्याणकालमनः प्रवेशार्थकश्रुतेः तात्पर्यविषयः, किन्तु नलमुखचन्द्रः एव इति प्रसिद्धचन्द्रापेक्षया नलमुखचन्द्राधिक्य उत्कर्ष प्रतिपादनात् अधिकतादृप्य रूपकम्. तर्हि नलमुखेन्दुः एव तत्र अधिकः सुन्दरः तत्र कश्चन विषयः अस्ति, न दमयन्त्याः नळात् विरहः भवति खलु, नळसकतां सर्वे जानन्ति इति मन्ये. केवलं शिक्षापुस्तकेषु स्वयंवरपर्यन्तमेव दत्तं, तदनन्तरमपि नलस्य बृहती कथा वर्तते, सर्वे जानन्ति इति मन्ये. दमयन्त्याः विवाहादनन्तरं अत्र निषेधराज्यं गच्छन्ति, तत्र पुत्रजननं सर्वं भवति, तदनन्तरमेव तत्रापि द्यूतक्रीडा भवति. नलस्य कज़िन् ब्रदर् अस्ति पुष्करः इति, तेन सह भवति तस्य द्यूतक्रीडा, तत्रापि तथा एव तस्य नष्टः भवति नलस्य. तदा सः राज्यं सर्वं नष्टं, दमयन्त्या सह वनं गच्छति, परन्तु पुत्रद्वयं वनवासार्थं बालाः अपि बालौ अपि आगतश्चेत् आगतः चेत् आगच्छतः चेत् कथं भवति, क्लेशः भवति इति कारणात् दमयन्त्याः पितृगृहं प्रेषयन्ति. अनन्तरं नलयन्ती दमयन्ती नलः द्वे एव द्वौ एव गच्छन्ति एकाननं. तत्रापि नलः दमयन्त्याः क्लेशम् उद्दिश्य तथा मा भवतु इति रात्रौ तां तत्रैव त्यक्त्वा सः एकाकी गच्छति, एवं कथा. अनन्तरं दमयन्ती बहु क्लेशेन आयाति, तस्याः भीमसुता इति अस्ति खलु, दमयन्त्याः पितुः नाम भीमः इति, तत्र गच्छति. अनन्तरं शुभं भवति एव अन्ते, तेषां सम्मेलनं भवति, सर्वं भवति एव, परन्तु बहु क्लेशं बहु दुःखानि अनुभवति दमयन्ती. यदा नळः गतवान् तां त्यक्त्वा मार्गे बहूनि कष्टानि अनुभवति, अनन्तरं पितुः गृहम् आगच्छति एव. पुनः नळं प्राप्तुं विविध उपायान् करोति सः, तथा गच्छति कथा, भवतु चिन्ता नास्ति. इदानीं तु दमयन्ती चन्द्रस्य विषये उपालम्बः इत्युक्ते तस्य निन्दनम् इति अर्थः भवति, निन्दा करोति. अत्र अस्ति अन्यस्मिन् पुस्तके, अहं वदामि तत्र. अत्र जडा इति उक्तं खलु श्लोके, जडा इति चन्द्रस्य, चन्द्रं प्रति एव तथा सम्बोधनं करोति, जडप्रकृतियुक्तः चन्द्र, हे चन्द्र. सः जलमयः इति, चन्द्रे पूर्णतया अधिकद्रवमेव अस्ति इति उच्यते यथा काव्येषु, तथा न विज्ञानम् अनुसृत्य तथा न भवति, जलमेव नास्ति विज्ञान वेदान्तप्रकारम् अनुसृत्य वदामः चेत् जलांशः एव नास्ति खलु, परन्तु चन्द्रस्य परिपूर्णजलांशः एव भवति इति पुराणम्. सर्वदा जलमयः भवान् इति कारणात् भवान् बहु जडप्रकृति भवति, प्रकृतिः भवति, हे जडा इत्येव चन्द्रम् उद्दिश्य. तत्र एकवारं कानने बहु कष्टानि अनुभूय इतोपि मार्गे एक सार्थः, सार्थसमूहः कारवान् भवति, तत्र अनेके व्यापारिणः जनाः सन्ति, तैः सह कानने गच्छन्ति अस्ति दमयन्ती. तदा कश्चन मदगजः आगत्य बहु क्लेशं जनयति, बहून् वर्धकान् मारयति एव जडः, गजः, मदगजः. अतः अवशिष्टाः व्यापारिणः किं कुर्वन्ति, एषा दमयन्ती नूतनतया या आगतवती, सा केवलं प्रायः राक्षसी इति अहं मन्ये, अतः वयं अस्माकं मनसि अभिप्रायः अस्ति, अतः भवती गच्छतु अस्माभिः सह, मा आगच्छतु इति तां त्यक्त्वा ते अग्रे गच्छन्ति. पुनः एकाकिनी काननने गच्छन्ती अस्ति, तदा कश्चन व्याधः आगच्छति, तस्य साहाय्यं करोति, तस्याः साहाय्यं करोति, परन्तु तत्र तस्य सः दुष्टः. दमयन्त्याः किञ्चित् तस्य मानसरक्षणार्थं सः तत्र अपि तं विहाय गच्छति, कथमपि आगच्छति इति कथा. परन्तु तादृशकष्टानि अनुभूय मध्ये तस्याः बहु जिज्ञासा, बहु प्राणस्य विषये एव तस्याः भीतिः भवति, अतः आत्महत्यां कर्तुं सा प्रयत्नमपि करोति एव. तदा एषः श्लोकः इति सा वदति, भवत्या भवतः सर्वदा जलांशः, भवतां क्षम भवतां न चन्द्रस्य, तव जलस्य मध्ये अहं निमज्जनं करोति इति भवान् चिन्तयति किं? तथा न मा चिन्तयतु, यतः स मरणसमये अपि नलं विहाय अन्येषां कृते मम मनः न गच्छति. मम मनसि नलं विहाय अन्यस्य कस्यापि स्थानं नास्ति इति वदति. चन्द्रस्य उपालम्भं करोति इति अत्र श्लोकस्य विषयः. तत्र अलङ्कारस्य विषयः कथम् इत्युक्ते, चन्द्रस्य उपालम्भः भवति चेदपि भवतः जलांशे अहं निमज्जनं न करोमि, मम नलस्य मुखचन्द्रं प्रति एव अहं प्रविशामि इति. नलस्य मुखचन्द्रस्य विषयस्य वर्णनं प्रस्तुतः प्रसिद्धचन्द्रस्य जलांशेन उक्त्वा तत्र तस्य निकृष्टतां दर्शयति अस्मिन् अलङ्कारे इति. अनन्तरं श्रुतेः विषयः श्लोके अस्ति खलु, तत् किमर्थम् इत्युक्ते नलः बहु महान् विद्वान् अपि सः, सर्ववेदानां पठनं कृतवान्, अश्वहृदयम् इति काचन विद्या तस्य गता करगता अस्ति. अनन्तरं क्षम्यताम्, अश्वहृदयम् अनन्तरं अक्षहृदयं न, भिन्नम् अस्ति. तत्र मार्गे नलः यदा दमयन्तीं त्यक्त्वा गच्छति, मार्गे कार्कोटकः इति सर्पः दशति नलं. कथम् इत्युक्ते अग्नौ पतति कार्कोटकः, तदा नलः रक्षतु रक्षतु इति केवलं तत्सर्वं तस्य क्रीडा, नलस्य साहाय्यं कर्तुम् उपायः. क्षम्यताम्, अहम् अत्र रेपिटिशन् अस्ति किं, भवन्तः सर्वे जानन्ति वा कथां? कृपया वदतु. तदा दमयन्तीं कानने त्यक्त्वा सः एकाकी गच्छति इति उक्तवती, अहम् इदानीम् उक्तवती. नलस्य वस्त्राणि अपि न आसन्, केवलं उत्तरीयम् अन्तरीयम् इति वस्त्रद्वयेन एव काननं गतवान्. इदानीं यदा पाण्डवाः वनवासार्थं गतवन्तः, ते आभरणैः सह एव गतवन्तः अपि, तथा यद्यपि द्यूते सर्वं नष्टम् अभवत्, तथापि तथा एव गतवन्तः. तत्र द्रौपद्याः विरहः न अभवत्, अतः एव महाभारते नलस्य कथामपि पूर्वमेव सञ्जातम्. अतः सहसा नलस्य कथाम् उक्त्वा भवताम् अपेक्षया नलस्य क्लेशः इतोपि अधिकः इति उक्त्वा, ऋषयः भिन्नभिन्नकथां वदन्ति खलु, रामायणकथां वदन्ति, अनेकानेक उपाख्यानानि वदन्ति खलु, तथा नलोपाख्यानमपि वदन्ति. अस्तु, चिन्ता नास्ति, अग्रे पश्यामः. तस्य विद्याद्वयं भवति, अक्षहृदयम् अश्वहृदयम् इति. अनन्तरं कार्कोटकः अग्नौ पतित्वा मां रक्षतु रक्षतु इति दुःखेन आह्वयति. नलः बहु धर्मशीलः, दानी, नलपाकम् इति श्रुतवन्तः खलु, पाकशास्त्रे बहु निपुणः आसीत्. यदा दमयन्ती स्वयंवरः सञ्जातः तदा इन्द्रः अग्नि यमः वरुणः इति चत्वारः आगतवन्तः। दमयन्त्याः मनः कथं नलस्य विषये अस्ति, अनुरक्ता अस्ति सा इति जानन्ति, यतः तं तस्य परीक्षां नलस्य परीक्षां कर्तुं ते आगच्छन्ति। अस्माकं विषये भवान् किञ्चित् रेकमेण्ड् करोतु इति उक्तवन्तः। न अतः नलः अपि तथा एव देवतानां स्वरूप एव, पञ्चदेवताः तत्र आगताः भवन्ति, परन्तु दमयन्ती मम मनः नले एव अनुरक्तं चेत् भवन्तः सर्वे मम अनुग्रहं दर्शयतु, अनुग्रहम् अनुगृह्णन्तु सर्वे, भवतां रूपं दर्शयतु इति प्रार्थयते दमयन्ती। अतः तदा एव देवानां पादस्पर्शं न भवति भूमौ इति एकः, ते अनिमेषाः इति एकः, तेषां पुष्पमालाः शुष्कतां न प्राप्नुवन्ति इति कश्चन, एतत् सर्वं दृश्यते तया। अनन्तरं नलस्य कण्ठे हारार्पणं करोति, तयोः विवाहः भवति। तदा देवताः बहु सन्तोषेण नलस्य अनेकान् वरान् वरुणः यत्र यत्र भवान् जलम् इच्छति तत्र जलस्य उद्भवः भवति इति, अग्निः यत्र कुत्रापि भवतु केवलम् एकं तृणं हस्ते गृहीत्वा मम मन्त्रं जपति चेत् अग्नेः उत्पत्ति भवति इति सर्वे भिन्नभिन्नवरान् ददातु। तद्भिन्नं तदा कार्कोटकः मां रक्षतु रक्षतु इति यदा वदति, नलः केवलं दन्त दमयन्त्याः शाटिकायाः अर्धभागं स्वीकृत्य यदा सा निद्रां कुर्वती आसीत् तदा तदेव उत्तरीयरूपेण सः उपयुज्य गतवान्। यदा सः कार्कोटकस्य अग्निपतनं दृष्ट्वा तस्य साहाय्यं कर्तुं तस्य तत् सर्पं बहिः आनयति, तस्य वस्त्रं तस्य उपरि सर्पस्य उपरि गच्छति पतति। तदा कार्कोटकः बहु धन्यवादः, अहम् उपकारं करोमि, भवान् दश पदान् अत्र स्थापयित्वा गणयन् गच्छतु इति। तदा एकं द्वे त्रीणि इति उक्त्वा दश इति यदा वदति, दशमे पदे कार्कोटः तस् दंशनं करोति। दश इत्युक्ते तदपि अर्थः भवति खलु, सः अर्थः दश इति लोट्लकारे दश, भवानेव उक्तवान् इति सर्पदशनं भवति। परन्तु तस्य नलः बहु सुन्दरः आसीत्, इदानीं कार्कोटकस्य विषस्य प्रभावेण तस्य पूर्णता कृष्णवर्णः भवति, अनन्तरम् अङ्गवैकल्यं भवति, अङ्गवैकल्यं भवति, तस्य रूपं बहु कुरूपी भवति नलः। एतत् कृत्वा किमर्थं, अहम् उपकारमेव कृतवान् परन्तु किमर्थम् एवं कृतवान् इत्युक्ते भवतः शुभाय एव, एतत् सहायाय एव एवं कृतवान् अहं, मम सर्पपतनं न आसीत्, एतत् सर्वं मम एव उपायः। एतद्वस्त्रं सर्वदा भवतः पार्श्वे एव पश्यतु, कदापि न धरतु, परन्तु समयः भवति न दमयन्त्या सह भवतः सङ्गमः पुनः भवति, भवतां कष्टानि सर्वाणि नश्यन्ति, तदा एतत् वस्त्रं धरतु, भवतः पूर्वरूपम् आगच्छति इति वदति, सा कथा गच्छति। अनन्तरं तत् बाहुकः इति नाम्ना सः गच्छति। अश्वहृदयम् इत्युक्ते अश्वानां परिपालनं, तत्तु बहु सम्यक् करोति नलः। इदानीमपि तां विद्याम् अनुसृत्य एव अयोध्यायाः मध्ये ऋतुपर्णः इति राजा आसीत् चक्रवर्ती, तस्मिन् समये तत्र गत्वा तस्य अश्वालये कार्यं कर्तुं गच्छति। तत्रैव अश्वहृदयम् इति यादृशका क्षम्यताम्। न यथा मदगजः भवन्ति तथा अश्वानामपि कदाचित् तेषां गुणः तथा न भवति खलु, साधुगुणः न भवति। तादृश अश्वानपि सः वशीकरोति एव नलः। तां विद्यां सम्यक् सः जानाति। था ऋतुपर्णस्य अश्वालयकार्यकररूपेण तत्र एव स्थित्वा अनन्तरं तस्य अग्रे अग्रे कथा गच्छति, दमयन्तीं प्राप्नोति अन्ते। तदा एव तं वस्त्रं तत् वस्त्रं धरति, नलस्य पूर्वरूपम् आगच्छति। दमयन्ती यदा नलान्वेषणाय अनेकान् ब्राह्मणान् प्रेषयति एव, केवलम् उपायः तस्याः उपायः कः इत्युक्ते, पुनः दमयन्ती स्वयंवरः भवति इति, स्वयंवरं भवति इति सः प्रकटनं करोति। परन्तु तस्याः तथा न आसीत्, केवलं तस्याः उपायः, यतः भिन्नभिन्नब्राह्मणान् अनेकेषु राज्येषु प्रेषयित्वा तत्र नलस्य लक्षणानि सर्वचित्रमपि दत्त्वा कुत्रापि सः अस्ति वा इति अन्वेषणार्थं प्रेषयति सः। परन्तु इदानीं नलः भिन्नरूपे अस्ति, केनापि तं द्रष्टुं न शक्यते खलु। अनन्तरमेव तस्य गुणानपि उक्तवती आसीत्। ऋतुपर्णस्य अयोध्यानगरे यदा आगतवन्तः एकः ब्राह्मणसमूहः, तत्र नूतनतया कश्चन अश्वपालकः आगतवान् तत्र, बहु कुरूपी, परन्तु तस्य मुखे तेजः अस्ति। कुरूपी भवति चेदपि तेजः अस्ति। अनन्तरं तस्य व्यवहारे अपि इदानीं परिपाठी इति अस्ति खलु, वयं गीताप्रवेशपुस्तके कुत्रापि पठितवन्तः भाषणपरिपाठी इति, एकैकस्मिन् स्तरे अपि भिन्नजनानां भाषणपरिपाठी इति वर्तते खलु। तथा नलस्य विषये रूपं तथा आसीत् चेदपि तस्य व्यवहारपरिपाठी बहु उन्नतरूपेण आसीत् इति कारणात् सः क्षत्रियः राजवंशीयः इत्येव सर्वे चिन्तयन्ति। अनन्तरं दमयन्त्याः द्वितीयं स्वयंवरम् इति केवलम् अयोध्या नगर्यां ऋतुपर्णस्य श्रवणपथम् आगच्छति सा वार्ता। ऋतुपर्णस्य काचन आशा वर्तते। इदानीं दमयन्ती पुनः द्वितीयं स्वयंवरं करोति चेत् नलः अपि कुत्रापि अदृश्यः अस्ति। इदानीं मम अदृष्टम् अहं पश्यामि इति उक्त्वा केवलम् एकस्य दिनस्य समयः अवशिष्टः। अद्य मध्याह्ने दमयन्त्याः सन्देशः आगच्छति, द्वितीयः स्वयंवरः परश् श्वः एव इति। अत्र तावद्दूरं कथं गच्छति, गन्तुं नैषधीयम् इति। नरस्य राज्यं भिन्नं, दमयन्त्याः पितुः राज्यं भिन्नं, बहु दूरे अस्ति। अयोध्यातः तत्र गन्तुं एकस्य दिनस्य प्रवासः प्रयाणं न पर्याप्तं। परन्तु अश्वालयम् आगत्य ऋतुपर्णः कः मां नयति तावत् दूरं, श्वः एव तत्र अहं मया तत्र गन्तव्यं भवति, अतः अहं नयामि इति नलः आगच्छति। रथे एव, परन्तु रथे अश्वः कीदृश अश्वः भवेयुः इति। ऋतुपर्णः बहु उन्नताः सर्वलक्षणयुक्ताः अश्वः, उन्नताः, श्वेतवर्णीयाः, दष्टपुष्टाः इति, तादृश अश्वानेव सः चिनोति। परन्तु ऋतुपर्णः क्वचित् बहु कृशमात्रं, केवलं तत्र शरीरे केवलम् अस्थिमात्रम् आसीत् इति, त्वक् अस्ति तथा एव येषाम् अश्वानां शरीरे आसीत् रूपाणि, आकृतिः सर्वं, तादृश अश्वान् चतुरः अश्वान् चित्वा रथार्थम् आगच्छति। तदा ऋतुपर्णः तर्जयितं ये कथं नयति एतैः अश्वैः सह रथम् इति पश्यतु मम अश्वचालनवेगं पश्यतु इति उक्त्वा तान् अश्वानेव तत्र संयुज्य गच्छति। मार्गे बहु वेगेन कदाचित् ऋतुपर्णस्य उत्तरीयं वेगस्य कारणात् पतति। मम उत्तरीयं पतितम् अहं मया तत् स्वीकरणीयं पुनः पृष्ठतः गच्छतु इति। इदानीम् उत्तरीयं गत्वा बहु दूरम् अभवत्, बहूनि मैल् योजनानि गतानि, तत् न शक्यते इति। अतः तावता वेगेन गतवान्। तत्र मार्गे किञ्चित् अश्वानां कृते विरामः भवतु इति एकस्य वृक्षस्य अधः स्थापयति रथम् अश्वानां किञ्चित् विरामः विश्रान्तिः भवतु इति। तस्य वृक्षस्य उपरि बहूनि पर्णानि पुष्पाणि सर्वाणि सन्ति। तत्र विना गणनं नलः तत्र एतावन्ति पुष्पाणि, एतावन्ति पर्णानि सर्वं वदति। ऋतुपर्णः एतत् सर्वं कथं शक्यम् इत्युक्ते अहं तत् तस्य किमपि गणनहृदयम् इति वा किमपि नाम मया विस्मृतं। तां विद्यां बहु सम्यक् जानाति स्म नलः। अनन्तरम् अश्वस्य अश्वपालनस्य विषयम् अश्वहृदयम् इति विद्यामपि जानाति स्म। ऋतुपर्णस्य काचन विद्या आसीत्, तत् अक्षहृदयम् इति। अक्षहृदय इत्युक्ते द्यूतक्रीडायां निपुणः आसीत् ऋतुपर्णः। इदानीं भवान् एतत् अश्वहृदयं मास्तु, एतत् गणितहृदयम् उपदिशति चेत् अहं भवतः कृते अक्षहृदयं पाठयामि इति। अतः विद्यायाः परिवर्तनं, विद्ययोः परिवर्तनम् अभवत्। यदा तथा तां विद्यां सः पठति स्म नलः, तस्य शरीरे किम् अभवत् इत्युक्ते मया तत् वक्तुं विस्मृतं। कलि द्वापरयुगस्य अन्तिमभागः अपि समाप्तः, कलियुगस्य प्रवेशः भवति इति कथं? पाण्डवानाम् अनन्तरमेव खलु, पाण्डवात् पूर्वमेव नलस्य कथा। तत्र द्वापरयुगस्य द्वापरयुगाद् अनन्तरमेव खलु कलि, तद्वापरः आगतः नलस्य समये। द्वापरः आगतः युगपुरुषः, द्वापरयुगस्य पुरुषः सः कदाचित् कलिसदृशः एव सः अपि। कदाचित् ये जनाः बहु अशुचयः भवन्ति तेषां शरीरे अहं प्रविशामि, सर्वदा बाधां जनयामि इति द्वापरस्य मनसि। तथा एव एकवारं नलः स्नानार्थं गतवान्, तस्य शरीरे पादाङ्गुष्ठ समीपे किञ्चिदिव स्थलं पूर्णतया जलेन न सिक्तम् आसीत्। तद्रन्ध्ररूपेण तत्र प्रविशति द्वापरः इति कारणात् तथा तदनन्तरमेव नलस्य हीनस्थितिः आगता, सर्वं नष्टं, राज्यं नष्टम् एतत् सर्वम्। अतः सः द्वापरः यथा नलस्य शरीरात् अपगच्छति तथा भवतु इति कार्कोटकः तदपि ऋतुपर्णराजानं ऋतुपर्णमहाराजं गच्छतु, अयोध्यां गच्छतु इति उक्तवान् आसीत्। तदा एव द्वापरस्य पतनम् अभवत्। नलस्य अपि इतोपि अग्रे शुभकालः आगच्छति इति आगतं। तदनन्तरमेव द्रौपदी स्वयं दमयन्ती स्वयंवरार्थं गच्छति चेत् तत्र कोऽपि नास्ति, स्वयंवरः एव अस्ति, मातापितरोपि न जानीतः स्वयंवरम् इति। ऋतुपर्णस्य कृते सः न वदति, तस्य एव अपमानं भवति इति। केवलं दर्शनाय आगतवान् इति उक्त्वा निर्गच्छति एव। अनन्तरं दमयन्त्याः सन्देहः भवति, सा भिन्न भिन्न उपायान् अनुसृत्य तस्याः पुत्रं पुत्रीं पुत्रं च प्रेषयित्वा ब्राह्मणैः सह एतान् दृष्ट्वा, एतौ दृष्ट्वा यः दुःखं प्रकटयति, यः पाशं प्रकटयति तदपि पश्यतु, सर्वं सर्वविधपरीक्षां कुर्मः इति उक्त्वा अन्ते ऋतुपर्णस्य अश्वालये पश्यति नलं। तत्र एव ब्राह्मणाः उक्तवन्तः, वयं भुक्षिताः स्मः, अतः किञ्चित् आहारं पक्त्वा ददातु इति। तदा तस्य वरम् आसीत् खलु, वरः आसीत्, तदुपयुज्य तस्य उपहारम् अपि कृत्वा भोजयति। तत् एतत् सर्वं दमयन्त्या सूचिताः उपायाः, तत् सर्वं दृष्ट्वा एव आगच्छति। एवम् अन्ते वस्त्रं धरति, तस्य पूर्वतनरूपम् आगच्छति, अनन्तरं सर्वं शुभं भवति। अतः अलङ्कारस्य विषयः नलचरितं प्रति गतम्। नलचरितं कलिनाशनं करोति इति वदन्ति श्रवणेन, नलचरित्रस्य श्रवणेन इति वदन्ति। कलिप्रवेशः एव, द्वापरप्रवेशः न कलिप्रवेशः, कलिप्रवेशः। परन्तु प्रायः इदानीम् एवं चतुर्युगानि इति यत् वदामः वयं, तादृशचतुर्युगानि अनेके चतुर्युग अनेकानि चतुर्युगानि गतानि इति उच्यते खलु पुराणेषु, अथवा अतः भारते कथम् आगन्तुं शक्नोति नलोपाख्यानं? युधिष्ठिरस्य वनवासस्य समये नलोपाख्यानमपि वदन्ति खलु। तत्र तत्र द्वारपस्य क्षम्यतां द्वापरयुगस्य गमनं कलेः आगमनम् इति तत्र सन्धि तदन्त अनन्तरमेव, द्वापरस्य अनन्तरमेव कलियुगम्। अतः एव परीक्षित् राजस्य काले कलिः आगतः, अभिमन्योः पुत्रः परीक्षित्, तस्य काले एव महोदय अत्र श्लोकार्थं मया सम्यक् न बुध्यते, अत्र क्षम्यता। पदविभागः सर्वम् अस्तु अनन्तरम् भगिनि, अग्रिमे अग्रिम अग्रिमे सप्ताहे पश्यामः। पश्यतु, इदानीं सार्धदशवादनं, आमां सर्वेषां किञ्चित् विलम्बः जातः इति मन्ये, अग्रिमे क्षम्यताम्। अग्रिमसप्ताहे मम अपि यत्र कुत्रापि स्थापयामि इति चिन्तितवती, परन्तु प्रवाहरीत्या आगच्छति एव, अहं न जानामि। सत्तु, शान्तिमन्त्रं वदामि। सर्वे भवन्तु भवन्तु सुखिनः, सुखिनः, सर्वे सर्वे सन्तु निरामयाः, सर्वे सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्ति शान्तिः, शान्तिः। शुभरात्रिः।